गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र भेदः अपि तत्र पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते न वा नाम सामान्यम् अस्ति इति तत्र नव्यनैयायिकानां मतम् अपि तत्र वैलक्षण्यं वर्तते इति प्राचीनानां मतम् इति वयं दृष्टवन्तः तत्र पूर्वपक्षीयसिद्धान्ति तत्र सिद्धान्ति नाम प्राचीननैयायिकाः इति चिन्तयितुं शक्नुमः नाम तत्र भेदः नाम वैलक्षण्यं वर्तते नाम भेदः अपि पृथक्त्वं समानं नास्ति इति ते तेषां मतम् अपि तत्र पूर्वपक्षी नाम तत्र ओपोनेण्ट् इति तत्र नव्यनैयायिकाः इति चिन्तयितुं शक्नुमः तत्र तस्य तत्र दोषाः तत्र तस्य वचनं नाम दोषाः सन्ति इति तत्र तस्मिन् विषये तत्र यत् उक्तं तेन नाम तत्र सर्वं समीचीनं नास्ति इति तत्र तस्मिन् तत्र अंशद्वयम् अन्तर्भूतम् अस्ति नाम तत्र नियत अवधिकत्वम् अपि निखिल अवधिकत्वम् इति गतवर्गे वयं तत्र नियतावधिकत्वं दृष्टवन्तः नाम यत्र यत्र तस्य प्रयोगः भवति तत्र तत्र भासते एव नाम तत्र भेद स्थले तत्र अवधिकत्वं नाम तत्र घटः भिन्नः इति वदामश्चेत् तस्मात् इति भवति तस्मात् नाम पटात् इति वदामश्चेत् पटः इति वधिः भवति तथैव तत्र घटः पृथक् इति वदामश्चेत् तत्र जिज्ञासा भवति कस्मात् पृथक् इति तर्हि पटात् पृथक् इति तावत् वक्तव्यं भवति अतः तत्र यत्र पृथक्त्वं भवति अथवा भेदः भवति तत्र जिज्ञासा वर्तते तत्र नाम अवधिः कः इति तत्र जिज्ञासा वर्तते एव किन्तु यत्र विभागः अथवा संयोगः भवति तत्र प्रयोगे तत्र अवधिकत्वं तत्र आवश्यकम् इति न भवति अथ तत्र नियतावधिकत्वं भेदस्थले अस्ति पृथक्त्वस्थले अस्ति क्रियास्थले पतनस्थले अस्ति किन्तु संयोगः वा विभागः वा तत्र नियतावधिकत्वं नास्ति अपि तत्र तयोः मध्ये वैलक्षण्यं नाम तत्र भेद अथवा तत्र पृथक्त्वं तत्र एकनिष्ठः नाम पटभेदः घटे एव वर्तते किन्तु पटे नास्ति घटः पटात् पृथक् इति वदामश्चेत् तत्र पृथक्त्वं घटे अस्ति पटे नास्ति अतः एकः आश्रयः भवति अन्यः तत्र अवधिः भवति अपि तत्र यथा वयं पूर्ववर्गे दृष्टवन्तः तत्र अस्माकम् उदाहरणत्रयं नाम फलं वृक्षात् पतति घटः पटात् पृथक् घटः पटः न इति तत्र वयं गतवर्गे अपि तत्र अभ्यासः अस्माभिः कृतः नाम एकः नाम प्रथमः आश्रयः भवति तृतीयः अवधिकः तेनैव अवधिः इति विषये आगच्छति अपि साक्षात् अवधिः द्वितीयः अंशः नाम वृक्षः वा पटः वा पटः वा इति अतः तत्र एतत् सर्वम् अस्माभिः तत्र अवगतम् अतः तत्र इदानीं नूतनविषय नाम निखिल अवधिकत्वं नाम किमिति अद्य तस्य विवरणं भवति अस्तु तर्हि तत्र नूतनतया तत्र उषा भगिनी नमस्कारः भगिनि नमस्कारः भगिनि उषा भगिनी नमस्कारः योगेन्द्रमहोदय नमस्कारः चन्द्रमती भगिनी नमस्कारः नमस्कारः भगिनि अस्तु तर्हि इदानीं तत्र निखिल अवधिकत्वम् अथ तत्र आरम्भात् प्राक् तत्र प्रश्नः अस्ति वा तत्र अवधिः नाम किम् अवधिकं नाम किम् आश्रयः इति अंशत्रयम् अस्ति प्रयोगे अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा तत्र उदाहरणत्रयं मनसि स्थापयामश्चेत् सुलभः भवति अतः तत्र अवधिः इति विषये कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि आरम्भं तर्हि निखिलावधिकत्वं नाम किम् इति तस्य विवरणं पठामः तर्हि. अस्तु, तर्हि तत्र आं मृणालिनी भगिनी भवती एव तत्र पठति वा? निखिलावधिकत्वम्. अधुना निखिलावधिकत्वम् इत्युक्तौ किम्? यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिक वा सावधिकपदार्थः वर्णनीयः, ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इत्युच्यते. अतः स च सावधिकपदार्थः निखिलावधिकः. तर्हि तत्र सावधिकपदार्थः इति तस्य उदाहरणं किं भवति? सावधिकपदार्थः वा? हा, तस्य उदाहरणम्. अत्र फलां वृक्षात् पतति, अत्र सावधिक अस्ति खलु? हा अस्ति. किम् अस्ति सावधिकं तर्हि तत्र? सावधिकम् अवधि अस्ति वृक्षः, सावधिकं पतनं. अवधिकम् अस्ति, सावधिकमस्ति पतनम्. उत्तमम्. अवधिः अस्ति वृक्षः, किन्तु अवधिकम् अवधिकं भिन्नः अस्ति. अवधिकं भिन्नम् अस्ति, अवधिः वृक्षः, किन्तु अवधिकं पतनम् अस्ति. हा, समीचीनम्. हा, न अप तत्र सावधिकम् अथवा अवधिकं समानमेव. हा, अतः तत्र पतनम् इति अवधिकं सावधिकं भवति. घटः पटात् पृथक् इति स्थले सावधिकं किं पदार्थः कः? घटः पटात् पृथक् इत्यत्र सावधिकं पृथक्त्वं. पृथक्त्वं, हा. भेदस्थले घटः पटः न इति, तत्र घटः पटः न, अत्र सावधिकं भेदः. हा, सावधिकपदार्थः भेदः. भेदः अस्तु. इदानीं हा इदानीं पठामः. निखिलावधिकत्वं नाम किम्? अधुना निखिलावधिकत्वम् इत्युक्तौ किम्? यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः, ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यज्जगति विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इत्युच्यते. तर्हि तत्र वाक्ये वाक्यं दीर्घम् अस्ति, तर्हि तत्र वाक्ये एकमेकम् एकमेकं खण्डं स्वीकृत्य चिन्तयामः. तर्हि तत्र वर्णनीयः इति तावत्पर्यन्तं स्वीकृत्य किञ्चित् वदतु. अधुना निखिलावधिकत्वं, यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः, यस्यां व्यक्तौ. इदानीं तत्र कः वर्णनीयः? सावधिकपदार्थः वर्णनीयः. सावधिकः पदार्थः वर्णनीयः. तर्हि उदाहरणं स्वीकुर्मः. तर्हि तत्र किम् उदाहरणं भवती स्वीकर्तुम् इच्छति? तदेव फलं वृक्षात् पतति. अस्तु, तर्हि तर्हि सावधिकः सावधिकपदार्थः अत्र पदार्थः अत्र वृक्षः खलु? सावधिकः इति वृक्षः नास्ति खलु, अवधिः वृक्षः, किन्तु सावधिकपदार्थः. ओहो, पदार्थः तत्र पतनं, पतनक्रिया. पतनम्. अस्तु. इदानीं तर्हि यस्याम् इति आरभ्य तर्हि तत् तत् पठतु. यस्यां व्यक्तौ कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः. तर्हि अस्मिन् उदाहरणे तत्र सावधिकपदार्थः अस्ति पतनम् अथवा पतनक्रिया. सः पदार्थः कस्मिन् अथवा कस्यां व्यक्तौ अस्ति अत्र पतनं वा? कस्यां व्यक्तौ? फले. अत्र फले अस्ति. उत्तमं. अत्र फले तत्र पतनम् अस्ति. अस्तु, समीचीनं. तर्हि तत्र अत्र भवति फलम्, उदाहरणे तत् भवति फलम्, अपि अवधिकपदार्थः भवति पतनम्. अस्तु, अग्रे. तर्हि ताम् आश्रयभूतव्यक्तिम् अर्थात् फलम्. फलं च फलं ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यत् जगति विद्यमानं द्रव्यं. तत्र अपि उदाहरणं स्वीकरोतु. तत्र फलं विहाय अन्यत् किमपि द्रव्यम्? अन्यत् किमपि द्रव्यं वा? तर्हि किमपि अन्यत्र एकः किमपि पाषाणः वर्तते अथवा तत्र न्यायशास्त्रे प्रसिद्ध उदाहरण प्रसिद्धम् उदाहरणं घटः. तत्र अस्तु, तर्हि द्रव्यं, तर्हि घटः इति स्वीकरोतु. अस्तु. तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिकत्वम् अस्ति तस्मिन् इत्युच्यते. तर्हि अत्र विद्यमानं द्रव्यं घटं तदवधिकत्वं तस्मिन्. तदवधिकत्वं नाम इदानीं तत्र घटावधिकत्वं. तस्मिन् सावधिकपदार्थे भवति चेत् तत्र निखिलावधिकत्वम् अस्ति तस्मिन् इति उच्यते. नाम इदानीं तत्र पतने तत्र कीदृशम् अवधिकत्वम् अस्ति? तत्र वृक्षावधिकत्वम् अस्ति खलु? तत्र अवधिः खलु? तादृशं तत्र घटावधिकत्वमपि तत्र पतने भवति चेत् अथवा तत्र पाषाण अवधिकत्वमपि पतने भवति चेत् तादृशं सर्व यद्यत् इति तत्र किञ्चित् विवृणोतु तर्हि तत्र. अथवा भगिनी तत्र अग्रे अग्रे पठतु तत्र. यथा पृथक् यथा पृथक्त्वमिति स्वीकुर्मः, घटे पृथक्त्वम् अस्ति. घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थः पदार्थाः तत् सकलावधिकत्वं स्यात् पृथक्त्वे. यथा पृथक्त्वम् इति स्वीकुर्मः, घटे पृथक्त्वम् अस्ति. इदानीं तत्र पृथक्त्वम् इति सावधिकपदार्थः खलु? अस्माकं प्रश्नः कः? कदा सावधिकपदार्थः निखिलावधिकपदार्थः इति वक्तुं शक्नुमः खलु? सावधिकपदार्थः कदा निखिलावधिकः इति नाम अर्हति? अतः निखिलावधिकः अथवा निखिलावधिकत्वं नाम किम् इति न्याय तत्र यदि तस्य ज्ञानं भवति तदा अत्र उत्तरं दातुं शक्नुमः. तर्हि निखिलावधिकत्वं नाम किं? तर्हि तत्र पृथक्त्वं, पृथक्त्वम् इति सावधिकपदार्थः खलु? अस्तु, इदानीं घटे पृथक्त्वम् अस्ति. तर्हि तत्र घटः तत्र आश्रयः. इदानीं तत्र इदानीं पृथक्त्वम् इति सावधिकपदार्थः खलु, पृथक्त्वम् इति सावधिकपदार्थः. इदानीं सः पृथक्त्वं सावधिकपदार्थः, सः निखिलावधिकपदार्थः इति वक्तुं शक्नुमः इति प्रश्नः इदानीं खलु. तर्हि पृथक्त्वे किमपि विशिष्टं भवेत् तदा एव निखिलावधिकत्वम् इति नामकरणं, निखिलावधिकः इति नामकरणं भवितुमर्हति. तर्हि पृथक्त्वे किम् आवश्यकम् अग्रे अग्रिमे वाक्ये? अद्य परिशीलनार्थं कीदृशं विहाय, गतं विहाय इति कुत्र उपरि वा? घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति, घटं विहाय ये अवशिष्टाः जगति सर्वे स्थिताः द्रव्यरूपपदार्थाः तत्सकलात्मकत्वं स्यात् पृथक्त्वे. नाम तत्र तत्सकलावधिकं, तेषां सकलावधिकत्वं स्यात् पृथक्त्वे. पृथक्त्वे सर्वविध अवधिकत्वं भवति चेत् एव तत्र सकलावधिकत्वम् अथवा निखिलावधिकत्वम् इति नामकरणं भवति. तत्र एतत् तत्र पृथक्त्वे अस्ति न वा इति तस्य परिशीलनं कथं कुर्मः? तथा भवति वा इति परिशीलनार्थं कीदृशचिन्तनं करणीयम् अस्माभिः? गतः पटात् अस्मिन् व्यवहारे घटे पृथक्त्वम् अस्ति, तस्य च पृथक्त्वस्य अवधिः कः? पटः. इदं पटावधिकपृथक्त्वम्. इदानीं तत्र अवधिकत्वं पृथक्त्वं कीदृशम् अस्ति? पटात् पृथक् इति तत् पट अवधिकपृथक्त्वम् पृथक्त्वम् अस्ति. तर्हि पृथक्त्वे पटावधिकम् अस्ति, पटावधिकत्वम् अस्ति, यतोहि एतत् पृथक्त्वम् अस्ति पटावधिकपृथक्त्वम्. नाम पृथक्त्वस्य अवधिः पटः भवितुम् अर्हति. भवितुम् अर्हन्ति वा इति प्रश्नः खलु. एकनिमिष तादृशं. अतः घटः पटात् पृथक् इति, तर्हि तत्र अत्र पट अवधिकपृथक्त्वं खलु. इदानीं तत्र अस्माकं तत्र मूलपदार्थः कः? तत्र घटः वा अथवा पृथक्त्वं वा? घटे पृथक्त्वम् अस्ति इति विचारः खलु. अस्माकं प्रश्नः कः? घटः पटात् पृथक्, घटं विहाय. अस्माकं मूलप्रश्नः कः? मूलविषयः कः? मूलविषयः कः? अवधिकत्वं विषयः. निखिलावधिकत्वं. तर्हि कस्मिन् सावधिकपदार्थे निखिलावधिकत्वम् अस्ति इति प्रश्नः खलु. अत्र अस्माकं सावधिकपदार्थः अस्ति पृथक्त्वं. पृथक्त्वस्य विषये वयं चिन्तनं कुर्वन्तः स्मः खलु. तर्हि पृथक्त्वे तत्र पट अवधिकपृथक्त्वं भवति. तत्र पृथक्त्वम् इति घटे अस्ति इति, यतोहि तत्र यस्यां व्यक्तौ इति उक्तं पूर्वम्. तर्हि पृथक्त्वं कुत्र अस्ति? घटे अस्ति पृथक्त्वम् इति जानीमः. तर्हि पृथक्त्वम् अस्ति, तस्य आशयः अस्ति घटे, घटः. इदं पृथक्त्वं पटावधिकं पृथक्त्वम्. यदि घटः पटात् पृथक् इति वदामः तर्हि पटावधिकपृथक्त्वम् अस्ति तत्र. पट इति तत्र पृथक्त्वस्य अवधिः भवति तदा खलु. अत्र अस्मिन् व्यवहारे, पुनः एकवारं पठतु. व्यवहारे घटे पृथक्त्वं अस्ति तस्य च पृथक्त्वस्य अवधिः कः पटः इदं पटावधिकत्वम् इदं पृथक्त्वं पटाद् पटावधिकपृथक्त्वम् इदं नाम पृथक्त्वम् इदं पृथक्त्वं पटावधिकपृथक्त्वं खलु इदानीं तत्र सावधिक तत् सकल अवधिकत्वम् इत्युक्ते यथा वयं पटावधिकपृथक्त्वम् इति साधितवन्तः तथैव यदि तत्र अत्र पाषाणम् इति भवति चेत् घटः पाषाणात् पृथक् इति भवति चेत् तदा किं भवति अत्र तदा पृथक्त्वं पृथक्त्वं घटे अस्ति इदं पृथक्त्वं पाषाणावधिकपृथक्त्वं पाषाणावधि अवधिकपृथक्त्वं तर्हि पृथक्त्वे पाषाण अवधिकत्वमपि अस्ति खलु पाषाण अवधिकत्वमपि पृथक्त्वे अस्ति घटे नास्ति घटे पृथक्त्वमेव अस्ति किन्तु कीदृशपृथक्त्वम् इति प्रश्नः तर्हि घटे पृथक्त्वमस्ति किन्तु पृथक्त्वं कीदृशम् इत्युक्ते पाषाण अवधिकपृथक्त्वं घटे अस्ति पाषाण अवधिकत्वं पृथक्त्वे अस्ति इदानीं तत्र तत् तत् सकलावधिकत्वम् इत्युक्ते किम् तर्हि जगति विद्यमानानि सर्वाणि पदार्थानि स्वीकृत्य इदं पृथक्त्वं साधय घटं विहाय तत्सर्वं यत्किमपि स्वीकुर्मः तद् अवधिकत्वम् अतः एव तत्र ताम् आश्रयभूतव्यक्तिं नाम घटं विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तद् अवधिकत्वं नाम तस्य द्रव्यस्य अवधिकत्वं यथा पटावधिकत्वं तथा तद् तस्य द्रव्यस्य अवधिकत्वं तस्मिन् आवधिकपदार्थे अत्र पृथक्त्वे भवति चेत् तदा पृथक्त्वं निखिलावधिकत्वम् अस्ति तस्मिन् तस्मिन् नाम पृथक्त्वे इति उच्यते अस्तु अस्तु तर्हि तत्र भवती एव तत्र स्वशब्दैः एकवारं वदति वा तत्र कदा सकलावधिकत्वम् अथवा निखिलावधिकत्वं भवति तर्हि यस्य व्यक्तौ अर्थात् अत्र घटः पटात् पृथक् तर्हि घटे कश्चन विभागः पृथक्त्वं वा सावधिकपदार्थः पृथक्त्वमेव पृथक्त्वमेव अस्ति ओके विभागः नास्ति खलु अत्र घटः इति स्वीकुर्मः तत्र घटः पटात् पृथक् इति उदाहरणं स्वीकुर्मः पृथक्त्वमिति भवतु तर्हि यस्यां व्यक्तौ पृथक्त्वं वा सावधिकपदार्थः वर्णनीयः तर्हि अत्र सावधिकपदार्थः अत्र अस्मिन् उदाहरणे पटः पटात् पृथक् इति वयं पश्यामः तर्हि सावधिकपदार्थः वर्णनीयः ताम् आश्रयभूतव्यक्तिं च विहाय आश्रयभूतं व्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति तर्हि अत्र ताम् आश्रयभूतव्यक्तिम् अर्थात् अत्र अस्मिन् उदाहरणे घटं विहाय एव खलु सत्यं घटं विहाय सत्यम् अतः पट अवधिकपृथक्त्वम् अथवा तत्र घटः इति अवधिकम् अवधिः न भवति खलु घटः तु न भवति यतोहि पृथक्त्वम् अस्मिन् घटे एव अस्ति अतः अस्मिन् घटे तत्र अवधिः इत्युक्ते तत्र पृथक्त्वं यस्मिन् नास्ति इति भवति खलु आश्रये नाम तत्र अवधिः इत्युक्ते तत्र पृथक्त्वं तत्र नास्ति इति खलु अथवा तादृशं तत्र अत्र घटः घटे पृथक्त्वम् अस्ति अतः किन्तु पटात् पृथक् पटः अवधिः भवति तर्हि पटावधिकपृथक्त्वम् इति पाषाणावधिकपृथक्त्वम् इति तत् सर्वं भवति खलु विहाय यत्किमपि स्वीकुर्मः द्रव्यं तस्य तद् अवधिकत्वं तदवधिकत्वं नाम पाषाणावधिकत्वं वा अथवा पुस्तकावधिकत्वं वा उत्पीठिकावधिकत्वं वा प्रकोष्ठावधिकत्वं वा एतत् सर्वं तत्र वृक्षावधिकत्वं वा फलावधिकत्वं वा सर्वे सर्वं यदि पृथक्त्वे अस्ति चेत् तदा पृथक्त्वं निखिलावधिकः अथवा निखिलावधिकम् इति वक्तुं शक्नुमः इति अस्ति. अस्तु समीचीनं भगिनि. अस्तु अग्रे अन्य कोऽपि तर्हि पठेत् तत्र. अस्तु तर्हि तत्र उषा भगिनी तत्र अन्यत् उदाहरणं स्वीकृत्य वदति वा तत्र अधुना घटः इति वृक्षात् पृथक् इति. अधुना घटः वृक्षात् पृथक्. अधुना घटः वृक्षात् पृथक् इत्यस्य कृते पृथक्त्वं घटे अस्ति. अवधिः अवधिः इति वृक्षः अस्ति. अवधिः इति वृक्षः अस्ति. पृथक्त्वम् इति सावधिकम् अस्ति. पृथक्त्वम् इति सावधिकम् अस्ति चेत् पृथक्त्वस्य कृते सावधिकत्वम् अस्ति. सावधिकत्वम् अस्ति तत् सावधिकत्वं पृथक्त्वे यत् सावधिक अवधिकत्वम् अस्ति तत् अवधिकत्वं वृक्ष वृक्ष अवधिकपृथक्त्वम् इति वदामः. वृक्ष अवधिकपृथक्त्वं तत् वृक्ष अवधिकपृथक्त्वं पृथक्त्वे अस्ति. घटे पृथक्त्वम् अस्ति बट् वृक्ष अवधिकपृथक्त्वं घटे अस्ति इति वदामः. हा अस्तु अस्तु तर्हि तत्र अस्तु भगिनि. हा तर्हि तत्र घटः इति स्वीकुर्मः. तर्हि घटे तत्र पृथक्त्वम् इति अस्ति. पृथक्त्वम् इति अस्ति. अपि तत्र यत् यदा वयं तत्र विशेषणमिति वदामः खलु नाम उत्तमः बालकः तदा तत्र औन्नत्यं भवति तत्र उत्तमः तत्र क्षम्यताम् उन्नतः बालकः उन्नतः बालकः औन्नत्यं बालके वर्तते. तथा एव तत्र यदि वयं वृक्षावधिकं पृथक्त्वे अस्ति नाम वृक्षावधिकत्वम् अतः तत्र वृक्षावधिकत्वं भावसूचक भाव तर्हि वृक्षावधिकत्वं पृथक्त्वे अस्ति. तर्हि तत्र पृथक्त्वे वृक्षावधिकत्वम् अस्ति. वृक्षावधिकत्वम् अस्ति इति आगतम्. अस्तु महोदय. इदानीं तत्र घटः आश्रयः पृथक्त्वं घटे अस्ति इति उक्तम्. किन्तु पृथक्त्वं कीदृशं तत्र तस्य अवधिः भवितुम् अर्हति इति चेत् वृक्षावधिकपृथक्त्वं. हा इदानीं तत्र पृथक्त्वं निखिलावधिकपदार्थः वा इति प्रश्ने तत्र यथा वृक्षः इति अस्ति तथा इदानीं केवलं वृक्षावधिकपृथक्त्वम् अस्ति. किन्तु वृक्षस्थले यदि वयं तत्र पटः वा पुस्तकं वा यत्किमपि घटं विहाय यत्किमपि तत्र द्रव्यं स्थापयामः तादृश अवधिकत्वं पृथक्त्वे भवति चेत् तदा पृथक्त्वं निखिलावधिकत्वपदार्थः निखिलावधिकं पदार्थः इति वक्तुं शक्नुमः. अतः तत्र एकविध अवधिकत्वम् इदानीं सूचितं पृथक्त्वे अस्ति इति साधितं. वृक्षावधिकत्वं पृथक्त्वे अस्ति. तथैव अन्यविध अवधिकत्वमपि तत्र पाषाणावधिकत्वं पुष्टावधिकत्वम् एतत् सर्वं एतत् सर्वं यदि पृथक्त्वे अस्ति चेत् तदा निखिलावधिकत्वम् इति वयं पृथक्त्वे सावधिकपदार्थपृथक्त्वे भवति इति. अतः अद्य पठतु भगिनि. तर्हि घटः घटः पुस्तकात् पृथक्. पुस्तक अवधिकपृथक्त्वं घटे घटः पुस्तकात् पृथक् इति चेत् आम् यत्र वृक्षः इति अत्र सूचितं पुस्तकम् इति घटः पुस्तकात् पृथक् इति चेत् पुस्तक अवधिकपृथक्त्वं घटे अस्ति आम् घटः पृथक्त्वस्य आश्रयः तत् पृथक्त्वं कीदृशम् अस्ति इति चेत् तत् पृथक्त्वं पुस्तक अवधिकत्वपृथक्त्वम् इति अस्ति तत् पुस्तक अवधिकत्वपृथक्त्वं घटे अस्ति घटः पर्वतात् पृथक् पर्वत अवधिकपृथक्त्वं घटे अस्ति पुस्तक पुस्तक इत्यस्य कृते पर्वत अवधिक अवधिकत्वपृथक्त्वं घटे अस्ति अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं पृथक्त्वे अस्ति चेत् पृथक्त्वं निखिलावधिकं पृथक्त्वे च निखिलावधिकत्वम् अस्ति तर्हि तथा अस्ति वा किं चिन्तनम् अस्तु वृक्ष अवधिक वृक्ष अवधिकत्वपृथक्त्वं घटे अस्ति इति वयं दृष्टवन्तः तथा एव पुस्तक अवधिक अवधिकत्वपृथक्त्वम् अपि घटे अस्ति पर्वत अवधिकत्वपृथक्त्वम् अपि घटे अस्ति जगति घटं विहाय घटं रहित ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं पृथक्त्वे अस्ति आम् पृथक्त्वे अस्ति पृथक्त्वं निखिलावधिकमेव अस्ति आम् निखिलावधिकं अस्ति चेत् अस्ति चेत् अस्ति चेत् पृथक्त्वं निखिलावधिकं तत्र तत् सकल तत् इत्युक्ते किं तत् सकलावधिकत्वं लेट् मी रीड् अधुना जगति घटं विहाय ये अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः तत् सकलावधिकत्वं पृथक्त्वे अस्ति चेत् दट् पदार्थ दट् अवधिः नाम द्रव्यरूपपदार्थाः इति तत्र अन्वयः तत् नाम पदार्थाः पदार्थाः दट् पदार्थः इति अवधि खलु महोदय सत्यम् अतः ये अवशिष्टाः पदार्थाः सन्ति तेषां यथा तत्र वृक्ष अवधिक इति आसीत् तथैव तत्र तत् इत्युक्ते सर्वे द्रव्यपदार्थ अतः तत्र तेषां सकलानाम् अवधिकत्वम् तेषाम् आम् तत् पदार्थाः तेषां सकलानाम् अवधिकत्वं पृथक्त्वे पृथक्त्वं निखिलावधिकम् तत् पृथक्त्वं निखिलावधिकं पृथक्त्वे च निखिलावधिकत्वम् अस्ति आम् पृथक्त्वं निखिलावधिकं चेत् पृथक्त्वे निखिलावधिकं निखिलावधिकत्वं वर्तते तर्हि तत्र तथा अस्ति न वा इति किं चिन्तनम् अस्ति नाम तत्र पाषाणम् अस्ति चेत् पाषाण अवधिकत्वं भवति खलु आम् आम् सो पृथक्त्वस्य घटः पृथक् अथवा घटं विहाय सर्वे पदार्थाः कृते सर्वे पदार्थाः अवधिकत्वं तत् पृथक्त्वे अस्ति इति भाति खलु इति भाति नाम तत्र पटः वा पुस्तकं वा वृक्षः वा पर्वतः वा सर्वं तत्र तत्तत् अवधिकत्वम् अस्ति पृथक्त्वे तर्हि तत्र घटः इति केवलम् उदाहरणं पृथक्त्वं कीदृशम् अस्ति एतद् घटम् एतं घटं विहाय यत्किमपि द्रव्यं स्वीकुर्मः तादृश तद् अवधिकत्वं पृथक्त्वे भवति चेत् तत्र तदा निखिलावधिकं पृथक्त्वम् इति वक्तुं शक्नुमः. अपि पृथक्त्वे निखिलावधिकत्वम् अस्ति इति पृथक्त्वम् इति वक्तुं शक्नुमः. तर्हि तत्र तादृश अवधिक अवधिकपदार्थः एव निखिलावधिकपदार्थः इति भवति. तर्हि तत्र केवलं सावधिकः पदार्थः इत्युक्ते निखिलावधिकः पदार्थः इति न भवति. सावधिकपदार्थे किमपि विशिष्टं भवति चेदेव तत्र निखिलावधिकपदार्थः इति नाम अर्हति. अतः तत्र किमपि भवेत्, किं भवेत्, एतद् एतादृशं सकलावधिकत्वं भवेत् तदा एव तत्र निखिलावधिकम् इति वक्तुं शक्नुमः. नियतावधिकमपि अस्ति निखिलावधिकम्. किं भगिनि? नियतावधिकत्वमपि अस्ति. नियतावधिकत्वं भिन्नं तत्र भिन्नम् अस्ति. तत् केवलं तत्र केवलं तत्र यत्र भासते यत्र यत्र तत्र तस्य व्यवहारः अस्ति तत्र भासते चेत् तत्र नियतावधिकत्वं नाम घटः भिन्नः इति यदि वदामः तत्र कस्मात् इति प्रश्नः उदेति. तर्हि तत्र अवधिः भासते एव. किन्तु तत्र वयं दृष्टवन्तः तत्र तत्र हस्तपुस्तकयोः संयोगः इति तदा तत्र अवधिः कः इति न भासते. अतः तत्र तत्र नियतावधिकत्वं नास्ति संयोगविभागे. नियतावधिकत्वं नास्ति किन्तु पृथक्त्वे अस्ति विभागे. तत्र पृथक्त्वे अस्ति, भेदे अस्ति, पतने अपि अस्ति. तदेव अस्तु अस्तु. किन्तु इदानीं निखिलावधिकत्वम् इति नूतनः नूतनविषयः अस्तु. समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र अन्य कोऽपि किं चिन्तयन्ति तत्र निखिलावधिकत्वं पृथक्त्वे अस्ति न वा इति किं चिन्तनम्? प्रश्नः तत्र उद्घाटितः स्वरूपमहोदयेन. नास्ति इति चिन्तनं महोदय, यतोहि घटः कपालात् पृथक् न खलु. कपालः अपि पदार्थमस्ति, कपालिका अपि पदार्थमस्ति. निखिलावधिकत्वं भवितुं न अर्हति. उत्तमं भगिनि. हा हा हा, तत् चिन्तनं भवेत्. अस्तु अस्तु, तर्हि भवती एव तत्र अग्रे पठतु भगिनि. हा हा, उत्तमं. हा कुत्र महोदय अत्र अग्रे तादृशी स्थितिः भवति चेत् इति एकनिमिष. तादृशी स्थितिः भवति चेत् नाम घटं विहाय तत् सकल अवधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत् निखिल अवधिकत्वं पृथक्त्वे भवति. अत्र पृथक्त्वं भवतु, विभागो वा भवतु, संयोगो भवतु, भेदो भवतु, सर्वत्र परिशीलनार्थं चिन्तनं समानं. यदि वयं ज्ञातुमिच्छामः तस्मिन् निखिल अवधिकत्वम् अस्ति न वा, तर्हि तादृशं परिशीलनम् अपेक्षितम्. तर्हि पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा यत् अवधिकत्वं पृथक्त्वे न भवति. घटे पृथक्त्वम् अस्ति, घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा. तदेव अत्र अस्ति वा न वा इति प्रष्टुम् अत्र लिखितमस्ति. घटं विहाय सकल अवधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत् नाम तत्र परिशीलनं कथम् अस्माभिः करणीयम् इति पुस्तकस्य कृते भवतस्य कृते कृतम् अस्माभिः. घटे पृथक्त्वम् अस्ति चेत् घटं स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा इति प्रश्नः अस्ति. अग्रिमपरिच्छेदं पठनीयं महोदय. न न न, अत्रैव तादृशी स्थितिः भवति चेत् इति तस्य किञ्चित् विवरणं घटं विहाय तत् सकल अवधिकत्वं घटे विद्यमानपृथक्त्वे अस्ति चेत् निखिल अवधिकत्वं पृथक्त्वे भवति. इत्युक्ते यदि घट सर्वेषु सर्वैः पदार्थैः पृथक् अस्ति चेत् निखिलावधिकत्वे पृथक्त्वे अस्ति इति वक्तुं शक्नुमः तथा एव विभागस्य विषये यत्किमपि द्रव्यं घटं विहाय अन्यत् किमपि द्रव्यं स्वीकृत्य घटः तस्मात् पृथक् अस्ति इति वक्तुं शक्नुमश्चेत् तदा तत्र तत् निखिलावधिकत्वमिति वक्तुं शक्नुमः तथा एव पृथक्त्वस्य विषये विभागस्य विषये संयोगस्य विषये अथवा भेदस्य विषये ईदृशं चिन्तनं करणीयं तत्र किमर्थं पृथक्त्वं विभागः संयोगः भेदः स्वीकृतं यतोहि सर्वत्र अवधिः अस्ति सावधिकपदार्थाः सन्ति ते सर्वे उत्तमं अतः एव तत्र भेदः भवतु वा संयोगः भवतु वा तत्र सावधिकपदार्थः अस्ति किन्तु निखिलावधिकपदार्थः अस्ति न वा इति परिशीलनं कर्तुमिच्छामश्चेत् एतादृशचिन्तनं भवेत् समानम् अस्ति समानं चिन्तनम् अस्ति इत्युक्ते अत्र एतेषु पदार्थेषु निखिल अवधिकतम् अस्ति वा न वा इति चिन्तनीयं तर्हि तादृशपरिशीलनं अपेक्षते अस्माभिः करणीयं तदा एतादृशं चिन्तनं करणीयं भवति अस्माभिः नाम तत्र एकमेकं स्वीकृत्य यथा वयं पूर्वं वृक्षावधिकत्वं पृथक्त्वे अस्ति पुस्तकावधिकत्वं पृथक्त्वे अस्ति पर्वतावधिकत्वं पृथक्त्वे अस्ति इति यथा वयं चिन्तितवन्तः तथैव तत्र भेदस्थले वा संयुगस्थले अपि तादृशचिन्तनं कुर्मश्चेत् तत्र उत्तरं प्राप्नुमः इत्युक्ते पृथक्त्वम् अवलम्ब्य कश्चन पदार्थः अस्ति वा न वा इति यत् अवधिकत्वं पृथक्त्वे न भवति घटम् अवलम्ब्य कश्चन पदार्थः अस्ति चेत् तत्र अवधिकत्वं न भवति इति अस्य आशय इति मन्ये एकनिमिषं भगिनि तर्हि पृथक्त्वम् अवलम्ब्य पदार्थः अस्ति वा इत्युक्ते यदि घटः अस्माकम् उदाहरणमस्ति घटः इति आश्रयः किन्तु सावधिकपदार्थस्य उदाहरणमस्ति पृथक्त्वं यतोहि सावधिकपदार्थः निखिलावधिकपदार्थः वा इति एव अस्माकं प्रश्नः तर्हि पृथक्त्वम् इति अवलम्ब्य नाम पृथक्त्वम् इति उदाहरणरूपेण स्वीकृत्य इदानीं तत्र पृथक्त्वं घटे अस्ति इति अपि तत्र तदपि चिन्तनम् अस्ति इदानीं कश्चन पदार्थः अस्ति वा यद् अवधिकत्वं पृथक्त्वे न भवति तत्र यद् अवधिकत्वं तत्र यद् इत्युक्ते पदार्थ महोदय पदार्थस्य यस्य पदार्थस्य अवधिकत्वं पृथक्त्वे न भवति इति तत्र तादृश प्रश्नः भवति घटे पृथक्त्वम् अस्ति इदानीं तत्र प्रश्नस्य इदानीम् अन्यप्रश्नः प्रश्नस्य एव तत्र अन्यरूपं नाम पृथक्त्वे न भवति नाम पृथक्त्वस्य विषये एव प्रश्नः तत्र कश्चन पदार्थः अस्ति वा यस्य अवधिकत्वं पृथक्त्वे न अस्ति घटे पृथक्त्वम् एतत् पृथक्त्वं घटे अस्ति तर्हि प्रश्नः किं भवति घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति अस्ति वा इति तादृशम् अस्ति चेत् नाम पृथक् नास्ति इति यदि वयं वदामः तदा किं भवति तदा तत्र पृथक्त्वे सर्वविध अवधिकत्वं नास्ति इति आगच्छति खलु महोदय इति अस्ति अतः तत्र भवत्याः उदाहरणम् उत्तममस्ति तत् अग्रे प्रायशः आगच्छति पश्यामः अस्तु धन्यवादः महोदय धन्यवादः भगिनि अस्तु इदानीम् अग्रे तर्हि शोभा भगिनी अग्रे पठति वा आम् महोदय सत्यं घटः वा अवयवात् कपालात् पृथक् न भवति अतः कपाल अवधिकत्वं घटपृथक्त्वे नास्ति तस्मात् घटपृथक्त्वे निखिलावधिकत्वं नास्ति अपि च एवमेव रीत्या कस्मिन्नपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तदाश्रयभूतद्रव्यस्य तत्र अवधिकत्वम् इति अवधिकत्वं नास्ति तदाश्रयभूतद्रव्यस्य अवयव अवधिकत्वं नास्ति अतः पृथक्त्वे निखिलावधिकत्वं न भवति एव तर्हि तत्र इदानीं पूर्वस्मिन् परिच्छेदे घटः स्वं विहाय कस्माच्चित् पदार्थात् पृथक् न भवति इति वा इति चेत् आं सत्यं घटः स्वं विहाय कस्माचित् पदार्थात् इत्युक्ते तत्र स्व अवयवात् कपालात् इति तत्र अन्वयः भवति पृथक् न भवति इति यतोहि तत्र कपालात् पृथक् अस्ति वा घटः नास्ति कपालात् पृथक् नाम समान आश्रयद्वयोः अपि देशः समानः आम् समानदेशे स्तः चेत् तत्र पृथक् भवितुं न अर्हतः तदेव तथा पूर्वं दृष्टवन्तः तर्हि अतः कपाल अवधिकत्वं घटपृथक्त्वे नास्ति यथा तत्र घटे अन्ये पदार्थाः घटपृथक्त्वे भवितुम् अर्हन्ति किन्तु कपालस्य अवधिकत्वं घटपृथक्त्वे नास्ति यतोहि समीचीनं नाम तत्र पुनः एकवारं वदतु घटे पृथक्त्वम् अस्ति अन्यानि पदार्थानि पृथक्त्वेन भवितुम् अर्हन्ति किन्तु इत्युक्ते तत्र अवधिकत्वम् अन्येषां पदार्थानाम् अवधिकत्वं घटपृथक्त्वे भवन्ति किन्तु कपाल अवधिकत्वं घटपृथक्त्वे नास्ति यथा उत्तमं भगिनि तथैव अस्ति तर्हि उत्तमं तत्र तद्वाक्यं समीचीनमस्ति भगिनि नाम कपालावधिकत्वं घटपृथक्त्वे नास्ति घटे विद्यमाने पृथक्त्वे नास्ति यतोहि स्व अवयवात् इति अवयवः अस्ति अवयवः अस्ति इति कृत्वा समानदेशे अस्ति इति कृत्वा न भवति तस्मात् कारणात् घटपृथक्त्वे निखिल अवधिकत्वं नास्ति यतोहि तत्र निखिलम् इति उक्तत्वात् सर्वम् इति सकलम् इति भवति अर्थः तर्हि तस्मिन् सकलत्वे कपालः नास्ति कपालावधिकत्वं नास्ति अतः तत्र निखिल अवधिकत्वम् इति न वक्तुं शक्नुमः तत्र निखिल सकल नाम एकं नास्ति चेदपि सकलम् इति गच्छति न भवति अतः एकं तत्र कपालः स्वीकृतं कपाल अवधिकत्वं नास्ति अतः निखिलावधिकत्वं पृथक्त्वे घटपृथक्त्वे नास्ति अपि च एवमेव रीत्या कस्मिन्नपि द्रव्ये यत् पृथक्त्वं वर्तते तस्मिन् पृथक्त्वे तद् आश्रयभूतद्रव्यस्य अवयव अवधिकत्वं नास्ति अतः पृथक्त्वे निखिल अवधिकत्वं न भवति एव इत्युक्ते तत्र यदा पृथक्त्वं पश्यामः तत्र अवयवभूतद्रव्यम् अस्ति चेत् तत्र तु निखिल अवधिकत्वं न भवति अवयवः भवति एव इति स्वीकुर्मः तत्र महोदय इति नास्ति किन्तु तत्र एवं रीत्या यत्र नाम तत्र द्रव्यं यस्य द्रव्यस्य तत्र अवयवाः सन्ति तत्र पृथक्त्वस्य निखिलावधिकत्वं न भवति एव इति तत्र नाम तत्र घटस्य कोऽपि महत्वं नास्ति इति यतोहि तत्र अतः इति आरभ्य केवलं पृथक्त्वे इति एव दत्तं पृथक्त्वे इति निखिल अवधिकत्वं न भवति एव इति तत्र हा वृक्षे न भवति यतोहि तत्रापि अवयवाः यत्र अवयवाः सन्ति तत्र इति वा अथवा केवलम् एकम् उदाहरणं वा यथा भगिनि नाम तत्र तत्र वैलक्षण्यं वर्तते खलु नाम यदि वयं वदामः तत्र किमपि सत्यम् अस्ति इति अत्र प्रथमपदमेव सत्यम् इति अस्ति खलु अत्र सत्यम् अथवा सत्यं नास्ति इति सत्यं नाम सर्वत्र तद् साक्षात् सत्यम् एव भवेत् खलु किन्तु तत् सत्यं नास्ति इत्युक्ते एकस्मिन् स्थले तत् सत्यं नास्ति चेत् तत् सत्यं नास्ति इति वदामः खलु अहं चिन्तितवती तत् सत्यं पूर्वस्मिन् वाक्ये अत्र अत्र मास्तु भगिनि अत्र केवलं तत्र सत्यम् इति पदम् अत्रापि अस्ति इति केवलं तत्र यद् यदि वयं वदामः तत् सत्यम् इति किमपि सत्यम् अस्ति इत्युक्ते तत्र तत् सर्वदा सत्यमेव भवति आमां सत्यं किन्तु यदि वयं वदामः तत् सत्यं नास्ति इति तदा आशयः कः इत्युक्ते तत् कदाचित् सत्यं भवितुम् अर्हति किन्तु सदा सत्यं नास्ति इति नाम तत्र वयं वदामः पश्यतु तत्र किं तत्र उदाहरणं तत्र किं भवति तत्र अत्र तत्र किम् उदाहरणं तत्र नाम तत्र उदाहरणं समीचीनम् उदाहरणम् इदानीं मनसि नागच्छति नाम तत्र एकः अपवादः अस्ति चेदपि तत्र सत्यम् इति न वक्तुं शक्नुमः आमाम् आम् अतः तत्र तत् कदापि सत्यं नास्ति इति न भवति अत्र अत्र नाम निखिलावधिकत्वं पृथक्त्वे निखिलावधिकत्वम् अस्ति इति तद् अस्ति तत् सत्यमिति यदि वक्तुम् इच्छामः तर्हि अपवादः न भवेत् कुत्रापि अपवादः एव न भवेत् किन्तु घटे अपवादः अस्ति वृक्षे अपवादः अस्ति अतः तत्र सत्यं नास्ति सत्यं इत्युक्ते सर्वत्र भवेत् इति न पृथक् निखिल अवधिकत्वं न भवति एव इति चेत् तत्र निखिल अवधिकत्वम् इति विषयः तत्र तत् तत् न भवति इति न भवति पृथक्त्वे अपवादत्वेन तस्य अपवादत्वेन अपवादत्वेन निखिलावधिकत्वं पृथक्त्वे नास्ति अवगतं महोदय अतः केवलं घटे एव तत्र घटः एव अपवादः इति नास्ति यत्किमपि तत्र अवयवभूतद्रव्यं पदार्थः स्वीकरोति चेत् तत्र अपि अपवादः भवति अतः बहु अनेके पृथक्त्वे न भवति चेत् तत्र निखिल इति पदस्य यतोहि तत्र पृथक् यतोहि पृथक्त्वं निखिलावधिकत्वम् इत्युक्ते यत्र यत्र पृथक्त्वं भवेत् तत्र तत्र तस्मिन् पृथक्त्वे निखिलावधिकत्वम् अपि भवेत् तत्र अतः इदानीं मनसि तत्र यदि वयं वदामः एषः उत्तमः तर्हि तत्र दशवर्षः भवतु सः शतवर्षः भवतु सः उत्तमः मनुष्यः आसीत् चेदेव वयम् उत्तमः इति वक्तुं शक्नुमः सः उत्तमः सत्यम् इति किन्तु एकस्मिन् दिने सः उत्तमः नासीत् चेत् खलु उत्तमः इति न वक्तुं शक्नुमः तत् सत्यम् इति न वक्तुं शक्नुमः अतः तत्र सत्यम् इत्युक्ते सर्वदा सत्यं भवेत् सत्यं नास्ति इत्युक्ते तत्र एकेन अपवादेन सत्यम् इति अपगच्छति अतः अत्र तत्र पृथक्त्वे निखिलावधिकत्वं नास्ति इति आगतं तर्हि यथा विमला भगिनी सूचितवती तथैव अस्ति अस्तु समीचीनं धन्यवादः भगिनी अस्तु धन्यवादः. अग्रे तत्र नीता भगिनी अग्रे पठति वा. आम् तर्हि निखिलावधिकत्वम् इति पदार्थस्य कः अर्थः? यस्यां व्यक्तौ कश्चन विभागो वा पृथक्त्वं वा वर्णनीयं, तद्विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वम् इत्युक्तौ निखिलावधिकत्वं, तच्च पृथक्त्वस्य नास्ति. पृथक्त्वस्य किमवधिकत्वं भवति? स्वाश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावत् द्रव्यम् अस्ति तदवधिकत्वं भवति पृथक्त्वे. अतः पृथक्त्वे अनेक अवधिकत्वं वर्तते, किन्तु निखिल अवधिकत्वं न पृथक्त्वस्य तदवधिकत्वं नास्ति, तद्विहाय सर्वावधिकत्वं वर्तते. अत्र निखिलावधिकत्वम् इति पदार्थस्य कः अर्थः? इदानीं पर्यन्तं वयं दृष्टवन्तः तत्र सकलानां पदार्थानाम् अवधिकत्वं यदि पृथक्त्वे उदाहरणार्थं भवेत् चेत् एव तत्र पृथक्त्वे निखिलावधिकत्वम् अस्ति इति वक्तुं शक्नुमः. परन्तु कपालस्य उदाहरणं वयं दृष्टवन्तः, तत्र घटः स्वावयवात् पृथक् नास्ति. इत्युक्ते तत्र सर्वेषु स्थलेषु यथा यदा अवयवानां विषये तत्र समानदेशे यदा स्थित्याम् इति स्थित्यां तत्र सावधिकत्वम् इत्युक्ते सर्वेषां पदार्थानां कृते सकलानां पदार्थानाम् अवधिकत्वं तत्र न दृश्यते अवयव इति उदाहरणे. अतः वयं पृथक्त्वे निखिलावधिकत्वम् अस्ति इति वक्तुं न शक्नुमः. इदानीं प्रश्न उदेति निखिलावधिकत्वम् इति पदार्थस्य अर्थः किं भवति इति. तत्र दत्तमस्ति यस्यां व्यक्तौ कश्चन विभागो वा पृथक्त्वं वा वर्णनीयं, तद्विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वम् इत्युक्ते निखिलावधिकत्वं, तत् पृथक्त्वस्य निखिलावधिकत्वं नास्ति. इत्युक्ते तत्र पुनः एकवारं निखिलावधिकत्वम् इत्युक्ते किम् इति, तत्र निखिलावधिकत्वम् इत्यस्य अर्थः कः इति दत्तमस्ति. तत्र प्रायशः कोऽपि भेदः नास्ति, केवलं तत्र पूर्वं तत्र किमस्ति तत्र निखिलावधिकत्वं भवति चेत् विद्यमानं द्रव्यं तत्र पदार्थाः तत्र अवशिष्टाः सर्वे द्रव्यरूपपदार्थाः इति बहुवचने वक्तुं शक्नुमः अथवा एकवचने अपि तत्र वक्तुं शक्नुमः. तावदेव तत्र द्रव्यम् अथवा द्रव्यपदार्थाः इति तावदेव. तस्य अवधिकत्वं तदवधिकत्वं नाम तस्य अवधिकत्वं जगति विद्यमानं द्रव्यं तस्य अवधिकत्वं निखिलावधिकत्वम् इति. तस्य अवधिकत्वम् अस्ति चेत् पृथक्त्वे वा विभागे वा अस्ति चेत् यत् वर्णनीयम् अस्ति तस्मिन् तद् अवधिकत्वं नाम जगति यद्यत् जगति विद्यमानं द्रव्यं, किन्तु तद् तस्य अवधिकत्वम् अस्ति चेत् पृथक्त्वे, किन्तु सर्वं नास्ति तद्विहाय, नाम तत्र यस्यां व्यक्तौ, अतः व्यक्तिं विहाय, नाम घटः घटं विहाय, घटः एव आश्रयः, घटः तत्र पृथक्त्वस्य आश्रयः, तर्हि पृथक्त्वं घटे अस्ति, घटं विहाय अन्यत् यत्किमपि जगति विद्यमानं द्रव्यमस्ति तस्य अवधिकत्वं पृथक्त्वे अस्ति चेत् निखिलावधिकत्वम् इति आगच्छति. किन्तु तत् पृथक्त्वे पृथक्त्वस्य नास्ति, पुनः एकवारं तद् दत्तमस्ति पृथक्त्वे तादृशं निखिलावधिकत्वं नास्ति इति. तर्हि पृथक्त्वे सर्वविध अवधिकत्वं घटं विहाय सर्वविध अवधिकत्वं नास्ति नास्ति इति. पृथक्त्वस्य किम् अवधिकत्वं भवति? तर्हि तत्र पृथक्त्वे कीदृशम् अवधिकत्वम् अस्ति, कीदृशम् अवधिकत्वं भवति इति प्रश्नः. स्व आश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति, स्व आश्रय अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति, स्व आश्रयपरम्परायां क्षम्यताम् तत्र स्व आश्रय इत्युक्ते अत्र पुनः एकवारं पुनः एकवारं घटकपाल घटः एव नाम तत्र घटः पटात् पृथक् पृथक्त्वं घटे वर्तते, तर्हि घटः इति पृथक्त्वस्य आश्रयः इदानीं घटः अस्ति, घट इदानीं त्वं नाम घटः. स्व आश्रय परम्परायाम् अवयवपरम्परायाम् अवयवपरम्परायाम् अवयवपरम्परायां यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावत् द्रव्यम् अस्ति. पुनः एकवारं तत्र घट घटः पटात् पृथक् इति उदाहरणं स्वीकुर्मः चेत् तत्र घटः पटात् पृथक् इत्युक्ते तत्र पृथक्त्वम् अवधिकम् अवधिः पटः भवति, पटः इति अवधि समीचीनं पृथक्त्वं सावधिकम् अवधिकं पृथक्त्वम् अतः पृथक्त्वं सावधिकं तत्र पटावधिकत्वम् इति वर्तते तत्त्व पृथक्त्वे. स्व आश्रयपरम्परायां यानि यानि मूर्तद्रव्याणि विभाति इत्युक्ते तानि विहाय आश्रय इति घटः अस्ति घटम् इदानीं न न न न तत्र स्वं नाम घटः तत्र पृथक्त्वस्य आशयः तत् सत्यं, किन्तु अत्र आशयः नाम सः आशयः नास्ति, तत्र स्वम् इति आरभ्य चिन्तनं भवेत्, तर्हि स्वं नाम घटः घटः घटं विहाय जगति यावद् द्रव्यमस्ति तद् अवधिकत्वं भवति पृथक्त्वे इति इति भवति चेत् तदा पृथक्त्वे निखिलावधिकत्वम् अस्ति. किन्तु वयं दृष्टवन्तः तत्र कपालावधिकत्वम् अस्ति वा घट पृथक्त्वे? कपालावधिकत्वं नास्ति तत्र, नास्ति खलु, नास्ति. इदानीं घटकपालयोः तत्र सम्बन्धः कः? अवयव अवयविनि इति. अतः तत्र स्वं नाम घटः स्वस्य स्वाश्रया अवयव परम्परा इति अस्ति खलु, नाम घटस्य अवयवः घटस्य आश्रयः भवति खलु, तर्हि घटस्य अवयवः कपालः खलु, घट अपि कपालयोः मध्ये अवयव अवयवी भावः तत् खलु, नाम समवायः एव सम्बन्धः तत्र पुनः. तर्हि एतेन वयं जानीमः कपाल अपि घटः समानदेशे स्तः इति कृत्वा घटः कपालात् पृथक् इति न वक्तुं शक्नुमः खलु, तत्र न पृथक्त्वं समानदेशे स्तः इति खलु. इदानीं कपालस्य अवयवः अस्ति खलु, कपालस्य अवयवः कपालिकाः, कपालिका इति अस्ति खलु, कपालिका इति अस्ति, तर्हि कपालिका अवधिकत्वं घटपृथक्त्वे अस्ति वा? कपालिका अवधिकत्वं घटपृथक्त्वे नास्ति, नास्ति खलु, नास्ति. पुनः कपालिकायाः अवयवः किमपि स्वीकृत्य तस्य अवधिकत्वं घटे अस्ति इति प्रश्नस्य उत्तरं किं भवति? नास्ति एव, नास्ति एव. अतः स्व आश्रय अवयवपरम्परायां, स्व आश्रय अवयवपरम्परा, अवयवः अवयवः अवयवः इति यदि वयं स्वीकुर्मः तर्हि तस्यां परम्परायाम् अत्र घटस्य अवयवपरम्परा, परम्परायां घटः अस्ति, कपालः अस्ति, कपालिका अस्ति खलु. घटं त्यजामः किन्तु कपालः अस्ति, कपालिका अस्ति, कपालिकायाः अवयवः अस्ति, तस्य अवयवः अस्ति. अतः यानि यानि मूर्तद्रव्याणि भवन्ति तानि विहाय जगति यावत् द्रव्यम् अस्ति तद् अवधिकत्वं भवति पृथक्त्वे. इत्युक्ते स्व आश्रय अवयवपरम्परायां यानि द्रव्याणि सन्ति तानि विहाय यानि द्रव्याणि तत् अवधिकत्वं पृथक्त्वे भवति इति इति अस्ति खलु. नाम इति अस्ति नाम पटः पटावधिकत्वं घटे अस्ति इति अस्ति खलु, पटावधिकत्वं घटपृथक्त्वे अस्ति अपि पटः तत्र घटस्य आश्रय अवयवपरम्परायां पटः नास्ति खलु. नास्ति नास्ति नास्ति. तर्हि तत्र परम्परायाम् अस्ति चेत् तादृश अवधिकत्वं पृथक्त्वे नास्ति, नाम कपाल अवधिकत्वं पृथक्त्वे नास्ति, घटपृथक्त्वे नास्ति, कपालिका अवधिकत्वं पृथक्त्वे नास्ति. किन्तु अतः यत् यत् अस्ति परम्परायां तत् अवधिकत्वं घटपृथक्त्वे नास्ति, अपि यत् अत्र नास्ति तस्य तद् अवधिकत्वं पृथक्त्वे अस्ति. अवयव अवयवपरम्परायां द्रव्याणि विहाय वर्जित्वा तान् वर्जित्वा तानि वर्जित्वा अन्येषां कृते तत्र अवधिकत्वम् अस्ति इति अवधिकत्वम् अस्ति पृथक्त्वे. अतः नाम परम्परायाम् अस्ति चेत् तद् अवधिकत्वं नाम कपाल अवधिकत्वं वा कपालिका अवधिकत्वं वा घटपृथक्त्वे नास्ति, अपि परम्परायां नास्ति चेत् तदवधिकत्वं पृथक्त्वे अस्ति एव. अस्ति एव. अतः पृथक्त्वे अनेकाविधिकत्वं वर्तते, अनेक अनेक अवधिकत्वम् अनेक अवधिकत्वम् अनेक अवधिकत्वं वर्तते किन्तु निखिल अवधिकत्वं न वर्तते इति न वर्तते. निखिल अवधिकत्वम् इति वक्तुं न शक्नुमः, परन्तु अनेक अवधिकत्वं तु भवति एव. पृथक्त्वस्य यत् अवधिकत्वं नास्ति, पृथक्त्वस्य यत् अवधिकत्वं नास्ति, यत् अवधिकत्वम् इत्युक्ते निखिल अवधिकत्वं नास्ति. न न न न अत्र तत्र यद् अवधिकत्वं नास्ति तद्विहाय सर्वविध अवधिकत्वम् अस्ति, नाम तत्र कपाल अवधिकत्वं नास्ति अपि कपालिका अवधिकत्वं नास्ति, अतः कपाल अवधिकत्वं कपालिका अवधिकत्वं कपालिका अवयव अवधिकत्वम् एतत् सर्वं नास्ति, तद्विहाय सर्वविध अवधिकत्वम् अस्ति. सर्वविध अवधिकत्वम् अस्ति, परन्तु स्व आश्रयपरम्परायां भवितुम् अर्हति तत् अवधिकत्वं नास्ति इति, तद्विहाय सर्व अवधिकत्वं वर्तते अस्ति इति अस्तु. समीचीनम्. एतावत् कोऽपि प्रश्नः? समीचीनं भगिनि, धन्यवादः. एतावत् कोऽपि प्रश्नः? अस्तु, तर्हि तत्र अग्रे तत्र नरसिंहग्रे मोदी अग्रे पठति वा? अद्य शृणोमि आचार्य, क्षम्यताम्। अस्तु अस्तु, चिन्ता मास्तु चिन्ता मास्तु। अस्तु चन्द्रमती भगिनी तर्हि अग्रे। पृथक्तस्य किम् अवधिकत्वं भवति? अधुना इति अधुना नूतनबिन्दुः अवधिभेदेन पृथक्त्वं भिद्यते इति वा? खडः पठात् पृथक् इत्यनेन पठावधिकपृथक्त्वं, खडः मठात् पृथक् इत्यनेन मठावधिकपृथक्त्वं, पठावधिकपृथक्त्वं मठावधिकपृथक्त्वात् भिन्नम् इति वा? अवधिः पृथक्त्वस्य अवच्छेदकः वा? किं चिन्तनम्? अधुना एक नूतनं बिन्दुः प्रश्नम् उदेति, अवधिभेदेन पृथक्त्वं भिद्यते इति वा? अवधिभेदेन पृथक्त्वं भिद्यते, पृथक्ते भेदः भवति वा इति भेदः भवति इति न, भेदः भवति इति न, पृथक्त्वं भिद्यते इति वा नाम अग्रे पठतु। पटः घटः पठात् पृथक् इत्यनेन पठावधिकपृथक्त्वम् अस्तु, खडः मठः विवृणतु तत्र पठावधिकपृथक्त्वं नाम किम् अस्ति? खडः पठः, खडः पठात् पृथक् पठे पठ खडावधिकपृथक्त्वम् अस्ति। किं किं किं घटः पठात् पृथक् पठे खडावधिकपृथक्त्वं? न न भगिनि, तत्र घटः पठात् पृथक् इत्यत्र अवधिः कः? अवधिः पृथक् पृथक्त्वम् न भगिनि एकनिमिष, तत्र अस्माकं मूल उदाहरणं स्मरतु। हा अवधिः पठः नाम पृथक्त्वं, यदि घटः पठात् पृथक् इति वदामः पृथक्त्वं कुत्र अस्ति? पृथक्त्वं पठे घटः पठात् पृथक् इति वदामश्चेत् पृथक्त्वं पठे वा घटे वा? घटः पठात् पृथक् पृथक्त्वं घटे, घटे खलु, घटस्य विषये किमपि उक्तमस्ति, घटः कीदृशः, घटः पठात् पृथक् अस्ति इति खलु। तर्हि घटस्य विषयः अस्ति, घटः कीदृशः, पठात् पृथक् अस्ति, अतः पृथक्त्वम् इति गुणः घटे अस्ति खलु। अवधिः अस्ति पटः, पृथक्त्वमस्ति सावधिकं खलु, सावधिकपृथक्त्वम्। हा तर्हि पठावधिकपृथक्त्वं, घटे कीदृशपृथक्त्वमस्ति? पठावधिकपृथक्त्वं घटे अस्ति इति खलु। खडः पठात् पृथक् इति वदति चेत् पठावधिकपृथक्त्वं खडे अस्ति, खडः वृक्षात् पृथक् इति वदति चेत् वृक्षावधिकपृथक्त्वं खडे अस्ति। इदानीं घटः पठात् पृथक् इत्यनेन, खडः पठात् पृथक् इत्यनेन पठावधिकपृथक्त्वं खडे अस्ति, खडे अस्ति। अस्तु इदानीं तत्र तत् पुनः स्थापयामः, घटः इति अस्ति, पठः पठः, इदानीं तत्र पृथक्त्वम् इति अस्ति, पृथक्त्वं घटे, पृथक्त्वं घटे अस्ति, अपि पठावधिकपृथक्त्वम् इति अस्ति, तर्हि तत्र पृथक्त्वम् इति अस्ति खलु, तर्हि पृथक्त्वम् इति अस्ति, तर्हि पठावधिक पठावधिकपृथक्त्वं खडे, पृथक्त्वम् अपि मठावधिकपृथक्त्वं अल्पप्राण महाप्राणस्य कृतं पठान पठावधिक अल्पप्राण ट पठावधिक क्षम्यतां धन्यवादः अस्तु समीचीनं धन्यवादः भगिनि। अस्तु तर्हि पठावधिक पठावधिकपृथक्त्वं खडे अस्ति, मठावधिकपृथक्त्वमपि खडे अस्ति. इदानीं प्रश्नः किम् अस्ति, प्रश्नः कः अग्रे? खडः मठात् पृथक् इत्यनेन मठा पठावधिकपृथक्त्वं मठावधिकपृथक्त्वं भिन्नम् इति वा नाम तत्र वयं तत्र मठावधिकपृथक्त्वम् इति उक्तवन्तः, पठावधिकपृथक्त्वम् इति उक्तवन्तः. एतत् पृथक्त्वं समानं वा अथवा भिन्नं वा? नाम पठावधिकपृथक्त्वम् अपि मठावधिकपृथक्त्वं तत्र किम्? समानमेव. समानं वा अथवा भिन्नं वा इति प्रश्नः. अतः अवधिः पृथक्त्वस्य अवच्छेदकः वा इति, नाम तत्र अवच्छेदकरूपेण अवधिः स्वीकर्तुं शक्नुमः न वा इति प्रश्नः. किं चिन्तनं तर्हि किं चिन्तयति? पृथक्त्वम् एकमेव इति चिन्तयति वा अथवा पटावधिकपृथक्त्वं भिन्नं मठावधिकपृथक्त्वं भिन्नम् इति चिन्तयति वा? किम्? पठावधिकपृथक्त्वं मठावधिकपृथक्त्वं समानं एव, समानमेव. एकस्मिन् पृथक्त्वे एव तत्र पठावधिकत्वमपि अस्ति मठावधिकत्वमपि अस्ति इति चिन्तनम् इति भवती चिन्तयति खलु? नाम अत्र प्रश्नः किमर्थम् उद्घाटितः इत्युक्ते, तत्र सकलविध अवधिकत्वं पृथक्त्वे अस्ति इति उक्तवान्. तर्हि तत्र यदि वयं मठावधिकपृथक्त्वं पठावधिकपृथक्त्वम् इति तत्र तत् समानं नास्ति इति चिन्तनं चेत् तत्र सर्वविधपृथक्त्वं तत्र सर्वविध अवधिकत्वं पृथक्त्वे अस्ति इति न वक्तुं शक्नुमः. सर्वविध अवधिकत्वं पृथक्त्वे अस्ति नाम एकस्मिन्नेव पृथक्त्वे मठावधिकत्वम् अपि अभवेत् मठावधिकत्वम् अपि भवेत् इति चिन्तने एव तत्र निखिलावधिकत्वस्य विवरणं कर्तुं शक्नुमः. किन्तु यदि वयम् अस्तु पठावधिकपृथक्त्वं भिन्नं पठावधिकपृथक्त्वं भिन्नं मठावधिकपृथक्त्वं भिन्नम् इति चिन्तयामश्चेत् तत्र निखिलावधिकत्वस्य विषयः तस्य चर्चा न भवितुम् अर्हति. अतः तत्र अतः तत्र मूलप्रश्नः भवति तत्र. अस्तु अग्रे पठति वा? मेन द्रव्यम् अवच्छिद्यते, भिद्यते, विशिष्यते, गुणविशिष्टद्रव्यम् उन्नतः बालकः औन्नत्यं बालके विद्यमान औन्नत्यात् सः बालकः अपरेभ्यः बालकेभ्यः भिद्यते, विशिष्यते. अतः औन्नत्यविशिष्टबालकः औन्नत्यम् अवच्छेदकं बालकस्य. तावत्पर्यन्तं. गुणेन द्रव्यम् अवच्छिद्यते, द्रव्यं गुणेन छिन्नं करोति, अवच्छिद्यते, अवच्छिन्नं भवति द्रव्यं गुणेन अवच्छिन्नं भवति. तत्र अवच्छेदकः अस्ति गुणः. अवच्छेदः नाम अवच्छिन्नं नाम भिद्यते, विशिष्यते. तत्र अत्र एव सः गुणः अस्ति, अन्यत्र नास्ति इति. द्रव्यस्य एकः गुणः अस्ति, तत् तत्र एव अस्ति, अन्यत्र नास्ति. नास्ति चेत् तत्र तत्र अतः तत्र गुणः एव तत्र अवच्छेदकः भवति, यतोहि तत्र एषः गुणः अत्र अस्ति, अन्यत्र नास्ति. तत्र अवच्छेदकः नाम लिमिटिङ्ग् इति, तत्र अत्र एव अस्ति. तत्कारणेन तत् विद्यते. गुणविशिष्टद्रव्ये विशिष्टं द्रव्यम् उन्नतः बालः. एकम् उदाहरणम् अस्ति, उन्नतः बालकः. अत्र बालके औन्नत्यम् इति गुणः अस्ति, बालके विद्यमान औन्नत्यात् सः बालकः अन्ये अपरेभ्यः भिद्यते विशिष्यते तद्गुणेन अतः औन्नत्यविशिष्टबालकः इति वक्तुं शक्यते औन्नत्यमेव तत्र गुणरूपेण स्वीकृतम् औन्नत्यमेव तत्र विशेषणम् औन्नत्यम् अवच्छेदकं भवति बालकस्य बालकः अवच्छिन्नः भवति बालकः अवच्छिन्नः भवति तस्य अवच्छेदकम् औन्नत्यं भवति अस्तु तावत् एव अस्तु अग्रे हा तत्र एतावत् तत्र एतावत् सर्वे पठितवन्तः वा अथवा अन्य कोऽपि पठितुम् इच्छति वा तत्र पठितवन्तः इति मन्ये शुभदा भगिनी नमस्कारः पठितुम् इच्छति वा अद्य नास्ति चेत् चिन्ता मास्तु हा अस्तु तर्हि तत्र हा अस्तु अस्तु अस्तु अस्तु चिन्तनं चिन्ता मास्तु तर्हि तत्र हा तर्हि उषा भगिनी अग्रे पठति वा आं महोदय एवमेव गुणः अवच्छिद्यते भिद्यते विशिष्यते तद् आश्रयभूतद्रव्येण आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं विद्यते विशिष्यते अपरेभ्यः औन्नतेभ्यः इदम् औन्नत्यं विद्यते विशिष्यते तद् तदाश्रयेण बालकेन बालकविशिष्ट औन्नत्यं बालकः औन्नत्यस्य अवच्छेदकः पूर्वं वयं दृष्टवन्तः बालकः विशिष्यते अपरेभ्यः बालकेभ्यः विद्यते अतः औन्नत्यविशिष्टबालकः इति अत्र एवमेव गुणः अपि अवच्छिद्यते विद्यते विशिष्यते तद् आश्रयभूतद्रव्येण तद् आश्रयभूतद्रव्येण अत्र गुणः इति औन्नत्यम् इति स्वीकुर्मः चेत् तत् आश्रयभूतं बालकः तद् आश्रयभूतद्रव्येण अत्र आश्रयभूतद्रव्यं बालकः इति वयं स्वीकुर्मः एवमेव गुणः अस्ति चेत् गुणस्य आश्रयः किं भवति कः भवति द्रव्यमेव द्रव्यमेव अतः गुणस्य आश्रयभूतद्रव्यं द्रव्यं नाम द्रव्यं कीदृशम् आश्रयः अस्ति गुणस्य अतः गुणस्य आश्रयभूतद्रव्यम् आश्रयरूपम् अस्ति तत्र द्रव्यम् आश्रयः अस्ति एतस्य गुणस्य अतः द्रव्यम् आश्रयभूतद्रव्यम् अस्ति अपि तेन द्रव्येण गुणः विशिष्यते हा गुणः अपि पूर्वं तत्र गुणेन द्रव्यं विशिष्यते इदानीं विपरीततया द्रव्येण गुणः विशिष्यते इति उदाहरणं हा आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं भिद्यते विशिष्यते आश्रयभूतबालकेन आश्रयभूतबालकः तस्मिन् आश्रित औन्नत्यम् औन्नत्यम् इति गुणः विद्यते विशिष्यते बालकेन इति अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं विद्यते विशिष्यते तद् आश्रयेण बालकेन नाम तत्र यदि वयं तत्र बालकः इति तत्र अस्ति खलु बालकः अपरेभ्यः बालकेभ्यः तत्र एषः उन्नतः अस्ति खलु अतः सः अपरेभ्यः बालकेभ्यः विशिष्यते औन्नत्येन. हा किन्तु यदि तत्र यदि तत्र औन्नत्यं विशिष्यते, हा इदानीं तत्र एषः अस्ति अपि अन्यः अपि अस्ति खलु, तर्हि तत्र हा इदानीं तत्र इदानीम् अस्मिन् बालके अपि औन्नत्यम् अस्ति, अस्मिन् बालके अपि औन्नत्यम् अस्ति, अस्मिन् अपि औन्नत्यम् अस्ति, अस्मिन् अपि औन्नत्यम् अस्ति. हा अतः अस्मिन् औन्नत्यम् अस्ति, सः तस्य अवच्छेदकः कः इत्युक्ते बालकः एव अवच्छेदकः. अवच्छेदकः बालकेन अवच्छेदक गुणः. हा अतः एव पूर्वं तत्र किम् आसीत् तत्र बालके इति अत्र वाक्यं पठतु भगिनि. बालके बालके विद्यमान औन्नत्यात् सः बालकः अपरेभ्यः बालकेभ्यः विद्यते विशिष्यते. बालकः विशिष्यते, बालकः विशिष्यते अपि केवलम् अपरेभ्यः बालकेभ्यः. अपरेभ्यः बालकेभ्यः. इदानीम् अत्र किम् इदानीम् अपरेभ्यः औन्नत्येभ्यः विशिष्यते. अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं विद्यते विशिष्यते. इदानीं तत्र औन्नत्यम् इति अत्रापि अस्ति, अत्रापि अस्ति. अतः तत्र एतत् औन्नत्यम् अपरेभ्यः तत्र तत्र अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं विद्यते विद्यते तदाशयेन बालकेन विद्यते बालकेन विद्यते बालकविशिष्टौ औन्नत्यम्. अतः अत्र बालकः औन्नत्यस्य अवच्छेदकः भवति, अवच्छेदकः भवति. नाम तत्र एकः एव बालकः उन्नतः अस्ति चेत् तदा औन्नत्यम् अवच्छेदकः धर्मः भवति. औन्नत्यम् इति तत्र औन्नत्यं गुणः अवच्छेदकरूपेण स्वीकर्तुं शक्नुमः. किन्तु यत्र अनेके उन्नताः बालकाः सन्ति तत्र औन्नत्यम् इति तत्र अवच्छेदकः न भवति बालकस्य, यतोहि तत्र बालक तत्र सर्वे सर्वे अथवा अनेके बालकाः उन्नताः सन्ति. तत्र किं भवति तत्र अस्मिन्नपि औन्नत्यम् अस्ति, अस्मिन्नपि औन्नत्यम् अस्ति इति कृत्वा औन्नत्यस्य अवच्छेदकः भवति बालकः. अतः तत्र गुणस्य अवच्छेदकः द्रव्यं भवितुम् अर्हति, द्रव्यस्य अवच्छेदकः गुणः भवितुमपि अर्हति इति अस्ति एतावत्. अस्तु समीचीनं, धन्यवादः भगिनि. एतावत् कोऽपि प्रश्नः नो चेत् अत्र एव स्थगयामः, अग्रिमे सप्ताहे इतः पठामः तर्हि. अस्तु धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.